पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 194 सूत उवाच एवं सम्प्रार्थितो विप्रास्तया भक्त्यादिदीनया यतश्च कथयं तद्वै तच्छृणुध्वं दयालवः नारद उवाच माखितस्त्वं वृथा बाले समाधाय मनोहृदि श्रीकृष्णचरणाम्भोजं स्मरसौख्यं लभिष्यसि द्रौपदी च परित्रादा येन कौरवकश्मलाद पालिता गोपसुन्दर्यः स कृष्णक्वापि नो गतः त्वं तु भक्तिप्रिया तस्य सततं प्राणतोऽधिका त्वया हूतस्तु भगवान्यादिनीजगृहेष्वपि सत्यादित्रियुगे बोधो विरागो मुक्तिसाधकौ कलौ तु केवला भक्तिर्ब्रह्मसायुज्यकारिणी इति निश्चित्य विद्रूपी स्वकां गात्वां ससर्जः परमानन्दचिन्मूर्तिः स्वप्रियां प्रीतमानसः बद्ध्वाञ्जलित्वया पृष्टः किं करोमीदि वै हरिः त्वां तदाज्ञापयत्कृष्णो मद्भक्तान् पोष एति च अङ्गीकृतं त्वया तद्वै प्रसन्नो भूद्धरिस्तदा मुक्तिदास्यीं ददौ तुभ्यं ज्ञानवैराग्य आत्मजौ भक्तानां पोषणं नित्यं वैकुण्ठस्था करोषि च भूमौ च भक्तपोषाय छायारूपं समाश्रिता विमुक्तिज्ञानवैराग्यैः सह चैवागतात्र हि कृतादिद्वापरान्ते हि काले मुक्तिमुदास्थिता कलौ दुःसंक्षयं प्राप्ता पाषण्डामयपीडिता त्वदाज्ञया गता शीघ्रं वैकुण्ठे पुनरेव सा स्मृतमात्रा त्वयाद्यापि मुक्तिरायादिसत्वरम् पुत्रीकृत्य त्वयैमौ च स्वपार्श्वे परिरक्षितौ उपेक्षाधकलौ मन्दौ वृद्धौ जातौ सुतौ तव तथापि चिन्तां मुञ्जत्वमुपायं चिन्तयाम्यहं कलिना सदृशकोऽपि युगो नास्ति वरानने तस्मिं स्त्वां ख्यापयिष्यामि गेहे गेहे जने जने अन्यधर्मां स्थिरस्कृत्य पुरस्कृत्य महोत्सवान् यदि प्रवर्तये न त्वां तदा दासो हरेर्नहि त्वदन्विताश्च ये जीवा भविष्यन्ति कलाविह पापिनोऽपि गमिष्यन्ति निर्भया हरिमन्दिरं येषां चित्ते भवेद्भक्तिः सर्वदा प्रेमरूपिणी न ते पश्यन्ति कीनाश्यं स्वप्नेऽप्यमरमूर्तयः न प्रेदो न पिशाचो वा राक्षसो वा सुरोऽपि च भक्तियुक्तमनस्कानां स्पर्शने दर्शने प्रभुः न तपोभिर्न वेदैश्च न ज्ञानेनापि कर्मणा हरिर्हि साध्यते भक्त्या प्रमाणं तत्र गोपिकाः नृणां जन्मसहस्रेण भक्ति सुकृतिनां भवेद कलौ भक्ति सकलौ भक्तिर्भक्त्या कृष्णः पुरस्थितः भक्तिद्रोहकराये च ते सीदन्ति जगत्त्रये दुर्वासा दुःखमापन्नः पुरा भक्तिविनिन्दकः अलं वृत्तैरलं तीर्थैरलं योगैरलं मखैः अलं ज्ञानकथालापैर्भक्तिरेकैव मुक्तिदा एवमुक्तं मया साधु स्वमाहात्म्यं निशम्य वै सर्वाङ्गहर्षसंयुक्ता मां पुनर्वाक्यमब्रवीद अहो नारद धन्योऽसि प्रीतिस्ते मयि निश्चला न कदाचिन्विमुञ्चामि चित्तं ते मयि सङ्गतं कृपालुना त्वया साधो मद्बाधाध्वंसिता क्षणाद पुत्रयोश्चेदनास्ति ममे मौ प्रतिबोधय तस्यास्तद्वचनं श्रुत्वा कारुण्येनान्विदोह्यहम् तयो प्रबोधनं कर्तुं प्रवृत्तः पाणिना स्पृशन् मुखं संसृज्य कर्णान्ते शब्दमुच्चै समुच्चरन् ज्ञानप्रबुद्ध्यतां शीघ्रं वैराग्यप्रतिबुद्ध्यतां वेदवेदान्तकोषैश्च गीतापाठैर्मुहुर्मुहुः बोध्यमानौ तदा तेन कथञ्चिद्बोधमागतौ नेत्रैरनवलोकं तौ जृम्भन्तौ सालसावुभौ भगवत्फलितौ प्रायशुष्ककाष्ठसमाङ्गकौ क्षुत्क्षामौ तौ निरीक्ष्यैव पुनः स्वापमुपागतौ